अस्तु तर्हि सुनील् महोदय, भवान् एव आरम्भं करोतु. तत्र अन्तिमभागम् अस्ति खलु, पृष्ठसङ्ख्या अस्ति, पञ्चाशत्, तस्मात् आरम्भं कुर्मः. तत्र झटिति एकवारं तत् पठित्वा अग्रे सरामः. पठति वा? अस्मिन् उदाहरणे समानकालिकजन्याधारत्वम् एव कथम् इति. तत् समानकालिकजन्याधारत्वमित्यस्य अयम् आशयः, ययोः कालिकेन आधेयभावः वक्तव्यः, ताभ्याम् अभिन्ना एका काचन क्रिया सहानुभोक्तव्या. अत्र समानकालविषये वदति इति चिन्तयामि. अत्र कश्चन पुरुषः अथवा गृहं वा एकस्मिन् समये अन्य पुरुषः वा अथवा गृहस्य समानसमये एव अस्ति चेत् तद् समान कालिक इति कालिकः इति वयं वदामः. तत्र समानसमयः इति तस्य निर्णयं कथं कर्तुं शक्नुमः? तत्र एकस्मिन् समये एव अस्ति इति आशयः. हा हा, परन्तु कालः तु अनादिः अनन्ताः इति वयं पठितवन्तः. हा नमस्ते भगिनि, अन्य कोऽपि अस्ति वा? नमस्ते भगिनि, अपर्णा अस्मि. हा नमस्ते भगिनि, अन्य कोऽपि अस्ति वा? इतोपि एका ध्वनिः मया श्रूयते. अस्तु, हा तर्हि तत्र व्यावहारिकजीविते वयं अत्र वर्षः इति संवत्सरस्य संख्या इति वयं वदामः. हा हा हा हा, तर्हि तत्र मुख्यबिन्दुः अस्ति एका काचन क्रिया सहानुभोक्तव्या इति अस्ति खलु. ताभ्याम् अभिन्ना एका काचन क्रिया सहानुभोक्तव्या इत्युक्ते तत्र ययोः पदार्थयोः अथवा तत्र वस्तुनोः मध्ये, वस्तुनोः तत्र समानकालिकौ इति वदामः चेत् तत्र तयोः मध्ये एका क्रिया तत्र भवितव्यम् अस्ति. इत्युक्ते तत्र चिन्तयतु, भवान् अस्ति अपि च अहमपि अस्मि खलु. तर्हि तत्र आवां तत्र समानकालिकौ इति वदामः चेत् तत्र सूर्यस्य एका गतिः आवां तत्र अनुभूतवन्तः चेत् तथा वक्तुं शक्नुमः. तत्र कश्चन काचन क्रिया तत्र अपेक्षते, तत्र तादृशक्रिया अस्माकं तत्र तयोः मध्ये भवति चेत् तथा एव वक्तुं शक्नुमः, तौ समानकालिकौ इति. अवगतम्? अग्रे अपि पठतु महोदय. इदानीम् अत्र चित्रद्वयमस्ति, पद्मालयः शिवालयः इति. तत्र उत्पत्तिविषयः अपि अस्ति. अनन्तरम् अस्मिन् उदाहरणे पद्मालयनाशः 1925 शताब्दे कृष्णाष्टभ्यां जातः. शिवालयस्तु परेद्वद्वि उत्पन्नः. अतः घटिकायन्त्रस्य न कापि क्रिया ताभ्यां सह अनुभूता इति तयोः कालिकसम्बन्धः न भवति. अत्र पद्मालयः कस्मिन् संवत्सरे जातः इति अस्ति. शिवालयः तु तस्य परे उद्भवति इति पूर्व उत्पन्नः एव तर्हि भगिनि. पूर्वं न खलु, परे अस्ति तत्र. परे पद्मालयस्य नाशः तु कृष्णाष्टमीदिने, शिवालयस्य उत्पन्नं तु कृष्णनवमीदने दिने. तर्हि तत्र तयोः मध्ये तत्र क्रिया नास्ति खलु, समानक्रिया इति नास्ति. इति कारणात् तौ तत्र समानकालिकौ नास्ति. एकस्य नाशस्य अनन्तरम् अन्यस्य उद्भवः भवति इति. हा, सत्यम्. इदानीम् अग्रिमपुटे यदस्ति तत् पश्यतु, तत् दृष्ट्वा वदतु. अनन्तरम् अन्य एकं चित्रमस्ति, शारदालयः, अनन्तरं शिवालयः. शारदालयस्य उत्पत्तिः अपि 1900 अस्ति. अनन्तरम् अस्ति शिवालयस्य. अस्मिन् उदाहरणे 1925 शकाब्दे श्रावणकृष्णसप्तम्यां याः घटिकायन्त्रस्य क्रियाः, ताः सर्वाः अपि उभाभ्याम् अनुभूताः. अतः तयोः मध्ये परस्परमाधारधेयभावः भवेत्येव. इत्युक्ते तत्र एकस्य देवालयस्य नाशः न भवति. उत्पत्तिः द्वयोः मध्ये एकस्य पूर्वम् अभवत्, परन्तु एकस्मिन् समये द्वयमपि अस्ति इति अति वा. हा, तर्हि तत्र एकस्मिन् समये इति अनुक्त्वा तत्र तयोः मध्ये एका क्रिया, समानक्रिया जाता इति चिन्तयामः चेत् तदर्थमेव ते एकस्मिन् समये अस्ति इति यदा वक्तुं शक्नुमः तदा वक्तुं शक्नुमः यदा तयोः मध्ये समानक्रिया जाता इति स्थितिः अस्ति चेत्. तर्हि तत्र कृष्णाष्टमीदिने शारदालयस्य नाशः भवति, परन्तु कृष्णसप्तमीदिने एव शिवालयस्य उत्पत्तिः. इति कारणात् तयोः मध्ये एका क्रिया, समानक्रिया भवति खलु. तत्र सूर्यस्य एका गतिः तत्र भवति, अथवा घटिकायन्त्रं स्वीकुर्मः चेत् तस्य क्रिया भवति. यद् या क्रिया तत्र यदा सा क्रिया भवति तदा शिवालयः अपि अस्ति, शारदालयः अपि अस्ति. परन्तु तत्र पूर्वस्मिन् दृष्टान्ते स्थितिः तथा नास्ति. यदा तत्र नाशः भवति, अनुदिनं तत्र उत्पत्तिः भवति चेत् तत्र तयोः मध्ये तादृशक्रिया, तादृशी क्रिया न भवति एव खलु. तर्हि समानकालिकौ इति वक्तुं न शक्नुमः. अग्रे अपि पठतु महोदय. परमार्थस्तु प्रथमांशः, उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. इत्युक्ते किम्? अत्र महाकाल आधारेण अथवा कालिकसम्बन्धेन एतदांशः इति वा. हा, इत्युक्ते तत्र पूर्वस्मिन् पुटे पश्यतु, तत्र सर्वाधारः कालः इति अस्ति खलु. तर्हि तत्र महाकालः यस्य जन्यं भवति, अपि च यः नित्यवस्तु अस्ति, तत्सर्वेषां वस्तूनाम् आधारः महाकालः इति वक्तुं शक्नुमः. इत्युक्ते कालः, महाकालः सर्वाधारः इति यः नियमः वयं पूर्वं दृष्टवन्तः इति यद् नियमं वयं पूर्वं दृष्टवन्तः तस्य विषयः अस्ति एतत् प्रथमबिन्दुः. द्वितीयबिन्दुः अस्ति जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानामेव जन्यानां कालिकेन अधिकरणानि. इत्युक्ते तत्रापि जन्याः अपि कालिकसम्बन्धेन वर्तते इति. हा, जन्याः अपि कालिकसम्बन्धेन वर्तते इत्येव न, जन्याः अपि कालिकसम्बन्धेन आधारः भवति इति. तत्र उपाधिः जन्याः ये जन्यवस्तुः अस्ति, यः जन्यवस्तुः अस्ति सः उपाधिः इति भवितुम् अर्हति खलु. तर्हि उपाधिः अपि कालिकसम्बन्धेन आधारः भवति इति. तदेव वयम् इदानीं दृष्टवन्तः, शारदालयः शिवालयः इति समानकालिकौ अस्ति चेत् शारदालयः अस्ति शिवालये कालिकसम्बन्धेन, शिवालयः अस्ति शारदालये कालिकसम्बन्धेन. यः उपाधिः इति भवति सः उपाधिः अपि आधारः भवति कालिकसम्बन्धेन इति. इति तत्र उपाधिः कालिकसम्बन्धेन अधिकरणं भवति सर्वेषां जन्यानां प्रति इति द्वितीयबिन्दुः अस्ति. अवगतं वा? इत्युक्ते यः समानकालिक समानकालिक वस्तु अस्ति चेत् तादृशजन्यवस्तुः जन्यवस्तु यदस्ति सः वस्तु अन्यसमानकालिकवस्तु वस्तूनाम् आधारः भवति इति. इत्युक्ते शिवालयः शारदालयः इति समानकालिकौ, तर्हि शिवालयः अधिकरणं भवति शारदालयं प्रति, शारदालयः अधिकरणं भवति शिवालयं प्रति. द्वयोः मध्ये परस्पर अधिकरणं अस्ति इति. हा, अस्ति. परन्तु पूर्वस्मिन् दृष्टान्ते पद्मालयः शिवालयः इति स्वीकुर्मः चेत् तत्र तादृशसम्बन्धः नास्ति, यतोहि तर्हि तेषां मध्ये तादृशसमानकालिकसम्बन्धः नास्ति इति कारणात् तत्र पद्मालये शिवालयः शिवालये पद्मालयः इति वक्तुं न शक्नुमः. तत्र भगिनी तत्र समकालिकसम्बन्धः नास्ति, परन्तु तत्र पूर्वकाल अथवा परकाल इति वक्तुं शक्नुमः. तथा वक्तुं शक्नुमः, परन्तु अधिकरणं न भवति खलु. अधिकरणं तत्र समानकालिकः अस्ति चेदेव तत्र अधिकरणं भवति. तत्र तेषां अथवा तयोः मध्ये तत्र कालिकसम्बन्धेन तादृश आधारादेयभावः न वर्तते. तस्मात् प्राक् आसीत् तस्य अनन्तरं भविष्यति इति तादृशवाक्यप्रयोगः तु कर्तुं शक्नुमः एव, यतोहि कालः इति तदर्थमेव तादृशपदार्थः अस्ति खलु. तत् आरम्भे वयं दृष्टवन्तः व्यवहारहेतुः इति शब्दप्रयोगः, तत्र ज्ञानजनकशब्दप्रयोगः इति तत्सर्वं दृष्टवन्तः. तर्हि कालः इति पदार्थः अस्ति इति कारणात् तादृशशब्दप्रयोगः तु कर्तुं शक्नुमः. तत्र तस्मात् ज्ञानमपि भवति, परन्तु तयोः मध्ये तत्र आधार अधेयभावः अस्ति इति वक्तुं न शक्नुमः. अवगतं वा? अवगतं, परन्तु किञ्चित् अन्यप्रश्नः अस्ति, इत्युक्ते अत्र तत्र पूर्वमासीत् इति वदामः चेत् तत्रापि आधारादेभावः न भवति इति. हा तत्रापि हा समीचीनप्रश्नः. तत्रापि आधारादेः भवति, परन्तु तत्र आधारः अस्ति कालः, स्वयं महाकालः खलु. कालः इति पदार्थः अस्ति इति कारणात् एव वयं पूर्वम् आसीत् अतीतः घटः इति यदा वदामः तत्र अतीतत्वम् अस्ति घटे. तर्हि तत्र महाकालः इति कश्चन पदार्थः अस्ति इति कारणात् तादृश शब्दप्रयोगेन तत्र ज्ञानं भवति इति तत्सर्वं तत्र चित्ररूपेण अस्माभिः दृष्टं पूर्वम्. परन्तु तत्र इदानीं विषयः अस्ति यः उपाधि इति यदस्ति, तत्र उपाधिः इति तत्र शिवालयः शारदालयः अथवा भवान् यत्किमपि जन्यवस्तु उपाधिः इति भवितुम् अर्हति खलु. तर्हि तत्र तादृश उपाधिः तत्र अधिकरणमपि भवितुम् अर्हति. परन्तु यदा सः अधिकरणं भवति तत्र केवलं समकालिकवस्तु यः अस्ति यदस्ति तं प्रति एव अधिकरणं भवितुम् अर्हति, न तु अन्यथा इति एव विषयः अस्ति अत्र. अग्रे पठामि वा? हा पठतु. तृतीयबिन्दुः अस्ति नित्यानां तु सुतराम् इत्युक्ते नित्यवस्तूनां कृते इतोपि अधिकम् अस्ति इति. इतोपि अधिकं किम् अस्ति? अत्र कालस्य विषये अथवा कालिकसम्बन्धः इतोपि अधिकम् अस्ति वा इत्युक्ते अहम् एतत् स्मरामि अत्र महाकाले आकाशः अस्ति तादृशं वयं चर्चां कृतवन्तः. हा तत्तु प्रथमबिन्दौ एव अन्तर्भूतः खलु. तत्र सर्वाधारः कालः इति यदा वयम् उक्तवन्तः तदा एव तत्र महाकाले आकाशः इति विषयः अपि आगतः. तर्हि नित्यानां तु सुतराम् इति तत्र तस्य आवश्यकता का? ओ तत्र कालः अपि नित्यम् आकाशः अपि नित्यं तादृश अहं चिन्तितवान्. तथा न, बालसुब्रह्मण्यं महोदय भवान् तत्र किञ्चित् साहाय्यं कर्तुं शक्नोति वा? तृतीयबिन्दु पूर्वबिन्दुः वयं दृष्टः तुल्यक्रियापरिच्छेदकानाम् इत्युक्ते समानकालिकानां जन्यानां परस्परं कालिकन अधिकरणत्वं भवति इति. अत्र तृतीयबिन्दुवे केवलं जन्यानां मात्रं न अपि तु नित्यानामपि कालिकानाम् अधिकरणत्वं भवति. यतोहि नित्यानां सर्वदा विद्यमानत्वं भवति, तस्मात् कारणात् नित्यानामपि अधिकरणत्वं कालेन कालिकसम्बन्धेन अधिकरणत्वम् अस्ति इति. हा अति उत्तमं महोदय. इत्युक्ते तत्र यः जन्यवस्तु अस्ति केवलं समानकालिकजन्यानां प्रति अधिकरणम् इति न, परन्तु नित्यपदार्थाः ये सन्ति तेषां प्रति अपि अधिकरणता तस्मिन् वर्तते इति. इत्युक्ते किमर्थं चेत् तत्र आकाशः इति यः पदार्थकः अस्ति सः नित्यपदार्थः खलु. तर्हि यत्किमपि यस्य कस्यापि जन्मं भवति चेत् तत्तु निश्चयेन तादृशनित्यवस्तुना सह क्रियासहानुभोक् सहानुभवः भवति एव सहानुभवः भवति एव इत्युक्ते तत्र एकः दिन चिन्तयतु तत्र शारदालयः इति किमपि गृहं निर्मितं सः तद्गृहं केवलम् एकं दिनमेव तिष्ठति तदनन्तरं अनुदिनं तस्य खण्डनम् अभवत् इति परन्तु तद् एकं दिनं तु तत्र यदा तस्य सूर्यस्य एका गतिः भवति अथवा घटिक इन्द्रियेण किमपि तत्र क्रिया जाता चेत् आकाशेन सह तादृशक्रिया क्रियासहानुभावः तु भवति एव खलु तत्र शारदालयस्य इति कारणात् तत्र नित्यानां तु सुतराम् इत्युक्ते नित्यानां तु नितरां तादृश अधिकरणं कालिकेन अधिकरणं भवति जन्याः वस्तोः इति अवगतं वा महोदय सुनील् महोदय इदानीम् अत्र द्वितीया बिन्दुः जन्याः विषये अनन्तरं तृतीयबिन्दुः नित्यवस्तुविषये न द्वितीयबिन्दु तृतीयबिन्दु द्वयमपि जन्यविषये परन्तु तत्र किञ्चित् भेदः अस्ति तत्र उपाधिः इति द्वितीयबिन्दौ अपि तृतीयबिन्दौ अपि उपाधिः इति यः अस्ति तद् जन्यः एव परन्तु तत्र कं प्रति अधिकरणम् इति यदा पृच्छामः चेत् तत्र द्वितीयबिन्दौ तत्र अन्यजन्यानां विषये तृतीयबिन्दु नित्यानां विषये तत्र अनुवृत्ति तथा भवति खलु जन्याः नित्यानां तु सुतरां कालिकेन अधिकरणानि इति इदानीम् अवगतं वा अवगतम् अस्तु चतुर्थबिन्दुः पठतु महोदय इदानीम् चतुर्थबिन्दुः तदाविधपरिच्छेदयोग्यत्वभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक् तदाविधपरिच्छेदयोग्यत्वभावात् महाकाल तद् दिक्विषये वा भगिनि अहं न अवगतम् अस्तु बालगुरुन् महोदय भवान् पुनः वदति वा तत्र तथाविधपरिच्छेदकत्व तथाविधपरिच्छेदकयोग्यत्व अभावात् इत्युक्ते किं तथाविधपरिच्छेदयोग्यत्व अभावात् महाकालातिरिक्तनित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक् सो अत्र महाकाल अतिरिक्तनित्याः इत्युक्ते ये नित्याः के महाकाल अतिरिक्तः आकाशः आत्मा इत्यादि महाकाल अतिरिक्तनित्याः तथाविधपरिच्छेदयोग्यत्व अभावात् अत्र उपाधि इत्यादि महाकालपरिच्छेदनसम्भवं नास्ति इति कारणात् कालिकाय अधिकरणत्वं न भवितुं शक्यते न भवितुम् अर्हति उत्तमम् इत्युक्ते कालं विहाय अन्यनित्यपदार्थाः ये सन्ति तेषां तादृशपरिच्छेदकं कर्तुं न शक्नुमः उपाधिं स्वीकृत्य यथा कालस्य भवति तथा तर्हि तादृशपरिच्छेदकयोग्यत्व अभावात् कालं विहाय अन्यनित्यपदार्थाः तत्र कालिकेन अधिकरणं न भवति इति दिक् इत्युक्ते अत्र इति पर्याप्तम् अथवा इति अलम् इति अवगतं वा महोदय? उत्तमम्। अस्तु, तर्हि कालस्य विषये प्रश्नः सन्ति वा, अथवा अग्रे गन्तुं शक्नुमः? भगिनी, अत्र स्थानम् एकम् समानम् अस्ति इति न आवश्यकं किल? कालं समानमस्ति इत्युक्ते स्थानं समानम् इत्युक्ते एक एव नगरे वा, एक एव प्रदेशे वा, तादृश आवश्यकता नास्ति अत्र। कालमेव समानक्रिया इति एव अत्र विषयः। स्थलमिति विषयः नास्ति अत्र। स्थलम् अस्तु। अन्य प्रश्नाः सन्ति वा? अस्तु, तर्हि भगिनी भवती एव पठतु रामप्रिया भगिनी दिशः निरूपणम्। आं भगिनि, दिशः निरूपणम् इदानीं दिशं निरूपयति। प्राच्यादिव्यवहारहेतु दिक् हेतुः दिक्, सा च एका दिव्वी नित्या च इति। इह इयं प्राची, इयं प्रतीची इत्यादि शब्दप्रयोगान् आदाय तज्जन्यं ज्ञानं च आदाय चिन्त्यम्। तादृशप्रयोगः व्यवहारः न दिशं विना सम्भवति इति तत् कारणत्वं दिशि स्थिरम्। अत्र तु दिशः विषये दिशः लक्षणवाक्यमस्ति, प्राच्यादिव्यवहारहेतुः तिक् इति। व्यवहारः इति शब्दं वयं पूर्वमेव दृष्टवन्तः, ज्ञानजनकशब्दप्रयोगः व्यवहारः इति। व्यवहारस्य प्राची इति अहं चिन्तयामि दिशः इति, दक्षिणतः इति वा, ईस्ट्। हा, प्राची इत्युक्ते तत्र पूर्वदिशः, पूर्व पूर्व इत्युक्ते पश्चिम आदि व्यवहारकारणं दिक् इति दिशः। सा च एका, दिक् अपि एका एव, विभुः नित्या अपि। इयं प्राचीपूर्व प्रतीची इत्यादि शब्दप्रयोगान् आधाय, एतत् शब्दप्रयोगान् आधारीकृत्य एव ज्ञानं तज्जन्यं ज्ञानं आदाय चिन्त्यम्। तदेव प्राची प्रतीची इति शब्दप्रयोगान् एव दिक् प्रति ज्ञानं भवति इति। तत्र आदाय इत्युक्ते किम्? आधाय ल्यप् प्रत्यये आधारम्। आदाय इत्युक्ते तत्र आ उपसर्गपूर्वक धातुः अस्ति खलु, तत्र स्वीकृत्य इति अर्थः। कश्चन स्पीकर् फोन् अस्ति इति चिन्तयामि, कस्यचित् कृपया म्यूट् करोतु। प्रतिध्वनिः इदानीमपि आगच्छति। अस्तु, स्पीकर् फोन् अथवा ब्लूटूत् मास्तु। अस्तु, इदानीं सम्यक्। आदाय इत्युक्ते स्वीकृत्य, ओ न, पुनः आगच्छति। कस्य स्पीकर् फोन् अस्ति? अस्तु, यः न वदति सः कृपया म्यूट् करोतु। स्टार् सिक्स् इति नोदयित्वा अथवा फोन् मध्ये एव म्यूट् आप्शन् अस्ति चेत् तदपि स्वीकृत्य कृपया म्यूट् करोतु। अस्तु, हा इदानीं सम्यक्। तर्हि आदाय इत्युक्ते स्वीकृत्य, तर्हि तत्र यदा वयं प्राची प्रतीचि इति वदामः चेत् तत्र तादृशशब्दप्रयोगान् स्वीकृत्य तत्र शब्दप्रयोगम् आधारीकृत्य तत्र किमपि ज्ञानं भवति खलु, तादृशज्ञानस्य कारणमस्ति दिक् इति पदार्थः इति। तत्र व्यवहारहेतुः इत्युक्ते यथा वयं तत्र कालस्य विषये दृष्टवन्तः, कालः इति पदार्थः अस्ति चेदेव तत्र अतीतः घटः इति आकारः यः अस्ति तस्मात् अर्थः आगच्छति इति। तदेव तादृशप्रयोगः व्यवहारः न दिशं विना सम्भवति इति तत् कारणत्वं दिशि स्थिरं तदेव भवति उक्तवती। इदानीं तत्र यः चित्रमस्ति तत् स्वीकृत्य वदतु भगिनि, यदा वयं कालविषये निरूपितवन्तः तथा करोतु। उदयगिरिः अस्ति, उदयगिरौ प्राचीत्वम् अस्ति, विशेष्यता अपि अस्ति, निरूपकनिरूप्यभावः एव किल भगिनि। कुत्र विशेष्यता? ज्ञानं प्रकारता निरूपयति, ज्ञानं विशेष्यता अपि निरूपयति। सम्यक्। विशेष्यता प्रकारता विशेष्यत्वे प्रकारता अस्ति किल, विशेष्यत्वे प्रकारता अस्ति वा? तत्र निश्चय इति शब्दः नास्ति खलु। प्राचित्वं विशेष्यता अवचिना भवति किल, प्रकारता प्रकारता विशेष्यता मध्ये तत्र कीदृशभावः भवितुमर्हति? प्रकारता विशेष्यता अवच्छेदक अवच्छिन्नभावः, अवच्छेद्यभावः किल भगिनि। विशेष्यता प्रकारता एकविध विशेष्यता, प्रकारता एकविध विशेष्यता वा? विशेषणं प्रकारता एकविध विशेष्यता वा, एकविध विशेषणं विशेषणं न तत्तु सम्यक्। प्रकारता प्राचित्वम् इति विशेषणे अस्ति, विशेष्यता इति विषये अस्ति, परन्तु तत्र प्रकारता विशेष्यता इति प्रकारता इति एकविध विशेष्यता वा, तत्र किञ्चित् चिन्तय। न न न न एकविध न, विशेष्यतायां प्रकारता अस्ति वा? न, तत्र विषयिता इति विषयः खलु, विषयिता त्रिविधा, प्रकारता संसर्गिता विशेष्यता इति। तर्हि प्रकारतायां विशेष्यता अथवा विशेष्यतायां प्रकारता इति भवितुं शक्नोति वा? अपर्णा भगिनी भवती किं चिन्तयति? अत्र उदाहरणं पूर्वं वयं घटं यत् दृष्टवन्तः, घटे घटत्वम् अस्ति, घटत्वे प्रकारता अस्ति इति कृत्वा अथवा प्राचीत्वम् उदयगिरिः अस्माकं विषयः, सो अतः उदयगिर्यां विशेष्यता अस्ति, उदयगिरिप्राच्यां दिशि अस्ति इति कृत्वा प्राचीत्वम् अस्ति, तत् प्राचीत्वं तस्मिन् प्रकारता अस्ति, यतोहि घटत्वम् इत्यस्मिन् प्रकारता अस्ति तथा एव प्राचीत्वम् इत्यस्मिन् प्रकारता अस्ति इति कृत्वा यदा घटत्वे प्रकारता अस्ति तत् प्रकारता घट घटत्वेन घटत्वत्वेन अवच्छिन्नः भवति. तथा एव प्राचीत्वं यस्मिन् प्रकारता अस्ति तस्य त्वम् इत्यस्मात् तत् अवच्छिन्नः भवति इति कृत्वा प्राचीत्वत्वम् इत्यनेन तत् अवच्छेदकभावः प्राचीत्वं तथा प्रकारता इत्यनयोः मध्ये तत् भावः अस्ति. प्रकारता अवच्छेदकः भवति, प्राचीत्वत्वं क्षम्यतां प्रकारता अवच्छेद्यः भवति, प्राचीत्वत्वम् अवच्छेदकः भवति. उत्तमं. तर्हि तत्र प्राचीत्वत्वेन प्राचीत्वत्व अवच्छिन्ना प्रकारता. हा, तद् भूत्वा यदा रामप्रिया भगिन्या उक्तं ज्ञानं प्रकारताम् अपि निरूपयति, विशेष्यतामपि निरूपयति. इदानीं क्षम्यताम् एकक्षण, इदानीं मम प्रश्नः अस्ति तत्र प्रकारता विशेष्यता मध्ये एकः शरः अस्ति खलु, तत्र कश्चन भावः अस्ति इति कारणात् एव तत्र शरः अस्ति. अस्तु, तत्र कीदृशभावः इति मम प्रश्नः. तत्र तु वयम् उक्तवन्तः निष्ठ इति भवितुं न अर्हति इति, यतोहि विशेषतायां प्रकारता इति वक्तुं न शक्नुमः इति वयम् उक्तवन्तः. तर्हि तत्र कीदृशभावः भवितुम् अर्हति इति प्रश्नः. निष्ठा न भवति, आशयः अपि न भवति, अत्र अन्य निरूपयति वा. हा, उत्तमं, निरूपयति. तर्हि तत्र प्रकारता विशेषता मध्ये निरूप्य निरूपकभावः एव वर्तते. अस्तु, तर्हि अग्रे वदतु भगिनी, रामप्रिया भगिनी. तर्हि तत्र इदानीम् उदयगिरौ प्राचीत्ववच्छिन्नविशेष्यता, प्राचीत्वत्व अवच्छिन्नप्रकारता, प्रकारता, ज्ञान ज्ञानमपि ज्ञानं निरूपयति निरूपयति, ज्ञाननिष्ठ जन्यता तदेव कार्यता अपि, तद् निरूपितजनकता तदेव कारणता, जनकता आश्रयः शब्दप्रयोगः, तदेव निष्ठजन्यता, जन्यतानिरूपितजनकता आश्रयः दिक्. उत्तमम्, अति उत्तमम्. तर्हि इदानीम् अस्मिन्नेव पुटे अन्तिमपरिच्छेदः अस्ति खलु, तत् पठतु एकवारम्. इहापि काललक्षणदर्शितरीत्या उदयगिरित्व गिरित्व अवच्छिन्नविशेष्यतानिरूपितप्राचीत्व प्राचीत्वत्व अवच्छिन्नप्रकारतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्नकार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्नकारणता आश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपितकारणताश्रयत्वं दिशः लक्षणम् इति. अस्तु, इदानीम् अवगतं वा तद् वाक्यम्? उत्तमं. तर्हि बालसुब्रह्मण्यं महोदय, भवान् किञ्चित् यत् रामप्रिया भगिनी इदानीम् उक्तवती चित्रम् आधारीकृत्य तदेव पुनः एकवारं वदति वा? बालसुब्रह्मण्यं महोदय, क्षम्यतां, ओके. प्राचीत्व अवच्छिन्न प्रकारता आरम्भतः वदतु महोदय, तत्र तद्वाक्यं न एकक्षणं, तद्वाक्यं मा पठतु, तत् केवलं चित्रं दृष्ट्वा तत्र उदयगिरौ उदयगिरि अस्ति खलु, तस्मात् आरभ्य उदयगिरौ किं किम् अस्ति, केन अवच्छिन्ना भवति, किं केन अवच्छिन्ना भवति इति तस्मात् आरभ्य वदतु किञ्चित्. वाक्यं न पठामि, चित्रमेव. उदयगिरौ निष्ठ प्राचीत्व अवच्छिन्नप्रकारता निरूपित विशेष्यता. न न एकक्षणम्, उदयगिरौ उदयगिरिनिष्ठ प्राचीत्व अवच्छिन्नप्रकारता. न उदयगिरि उदयगिर्यां किं प्राचीन, किञ्चित् चिन्तयतु. प्राचीत्वं प्रकारता प्राचीत्वे अस्ति खलु, तर्हि कथं वा? उदयगिरौ निष्ठ उदयगिरि प्राचीत्व. न न न एकक्षणम् एकक्षणं, तत्र उदयगिरौ किं किम् अस्ति तत् प्रथमं वदतु, वाक्यम् अनन्तरं पश्यामः. विशेष्यता अस्ति. विशेष्यता इदानीं केन अवच्छिन्ना भवति? कथं तत्र अवच्छिन्ना इत्युक्ते किं, अवच्छिन्ना इत्युक्ते तेन भिद्यते इति खलु. प्रकारतया तत्र विशेष्यता भिद्यते वा? प्रकारता इति एकः विषयिता, विशेष्यता इति अन्यविधविषयिता. तर्हि तयोः मध्ये तादृश अवच्छेदक अवच्छेद्यभावः तु नास्ति खलु. तर्हि इदानीम् उदयगिरौ कीदृशभावः अस्ति, तत्र उदयगिरौ तत्र कीदृशधर्मः वर्तते? घटस्य धर्मः कः? तद्वयं दृष्टवन्तः खलु, घटे विशेष्यता अस्ति चेत् घटे किम् अस्ति घटस्य धर्मः इति. तत्र न घटे, हा तद्भिन्नविषयः. तत्र घटत्वम् इति घटे विद्यमानः धर्मः खलु. तर्हि तथैव अत्र उदयगिरौ विद्यमानः धर्मः कः? उदयगिरित्वम्. उत्तमं, तर्हि उदयगिरित्वम् इति धर्मेण विशेष्यता अवच्छिन्ना भवति. यथा घटत्वेन घटे विद्यमानविशेष्यता अवच्छिन्ना भवति, तथैव उदयगिरित्वेन तत्र उदयगिरौ विद्यमानविशेष्यता अवच्छिन्ना भवति. इदानीं तत्र चित्रे नास्ति, तदर्थमेव अस्माकं कक्षा अस्ति खलु, तत्र किञ्चित् तदर्थमेव वयं तत्र पूर्वं यदा कालविषये निरूपितवन्तः तादृशचित्रम् अपेक्षते, नो चेत् अस्माकं तत्र भ्रमः एव भवति, तत्र सम्यक्तया अवगमनं न भवति एव. तदर्थमेव तत्र पुनः पुनः अहं वदामि, एतादृशेषु सन्दर्भेषु निश्चयेन कागदं स्वीकृत्य तत्र चित्रं रचयतु इति. चित्रं रचयामः चेत् यद् दीर्घवाक्यम् इदानीं रामप्रिया भगिनी पठितवती, तद् बहु सौलभ्येन अवगमनं जायते तस्य. नो चेत् तत्र केवलं तत्र वाक्यं पठामः अथवा एतत् चित्रं पश्यामः चेत् निश्चयेन भ्रमः एव भवति. तर्हि उदयगिरित्व उदयगिरित्व आश्रय उदयगिरि अथवा अवच्छिन्न अवच्छिन्न किम् उदयगिरि न न उदयगिरित्वं कस्य उदयगिरित्वम् इति अवच्छेदकं खलु तत्र कः अवच्छेद्यः उदयगिरौ किं किम् अस्ति पश्यतु प्राचीत्वम् अस्ति विशेषत्वम् अस्ति विशेषता विशेषत्वमपि अस्तु विशेषता अस्ति तर्हि उदयगिरित्वं कस्य अवच्छेदकं प्राचीत्वं विशेषता न कस्य विशेषता अथवा प्राचीत्वं कस्य अवच्छेदकम् चिन्तयतु चिन्तयित्वा वदतु प्राचीत्वम् इत्युक्ते किमर्थं प्राचीत्वम् उदयगिरित्वं प्राचीत्वं किमर्थम् अवच्छेद्यते इति अपि वक्तव्यमस्ति अस्तु सुनील महोदय भवान् किं चिन्तयति अहं चिन्तयामि अत्र प्राचीत्वत्व न न न तथा मास्तु तथा मा गच्छतु तत्र इदानीम् उदयगिरौ वयं स्मः तत्र उदयगिरित्वम् इति अस्ति उदयगिरित्वं कस्य अवच्छेदकम् इति प्रश्नः तत्र विकल्पद्वयमस्ति प्राचीत्वं विशेषता इति उदयगिरित्वम् इति उदयगिरेः अवच्छिन्ना अस्ति न न न उदयगिरित्वम् इति उदयगिरिः इति यदस्ति तस्य भावः खलु तस्य धर्मः उदयगिरित्वं तर्हि तस्य तादृशधर्मेण कः अवच्छिन्ना भवति अथवा का अवच्छिन्ना भवति तत्र चिन्तयतु तत्र अवच्छिन्ना इत्युक्ते तेन भिद्यते खलु तर्हि इदानीं हा उत्तमं विशेष्यता अवच्छिन्ना भवति किमर्थम् इत्युक्ते विशेष्यता उदयगिरौ अपि भवितुमर्हति घटे अपि भवितुमर्हति पटे अपि भवितुमर्हति तर्हि उदयगिरौ यः विशेष्यता अस्ति सा विशेष्यता उदयगिरित्वेन अवच्छिन्ना भवति घटे या विशेषता अस्ति सा घटत्वेन अवच्छिन्ना भवति एतत्तु वयं पूर्वं दृष्टवन्तः एव खलु अत्र भ्रमः अस्ति वा बालसुब्रह्मण्यं महोदय इदानीम् अवगतं वा तर्हि उदयगिरौ उदयगिरित्वम् अस्ति विशेषता अपि अस्ति उदयगिरित्वेन विशेषता अवच्छिन्ना भवति इदानीं प्राचीत्वम् अस्ति प्राचीत्वे प्रकारता अस्ति तर्हि प्राचीत्वे विद्यमानप्रकारता केन अवच्छिन्ना भवति प्राचीत्वत्वेन इत्युक्ते प्राचीत्वस्य भावः प्राचीत्वत्वं खलु प्राचीत्वत्वेन अवच्छिन्ना भवति प्रकारता तर्हि प्रकारता अपि च विशेष्यता कस्य निरूपकं करोति ज्ञानं ज्ञाननिष्ठजन्यता एकक्षणं जन्यता केन अवच्छिन्ना भवति ज्ञाननिष्ठजन्यता केन अवच्छिन्ना भवति चित्रे नास्ति चिन्तयित्वा वदतु इदानीं यद्वयं चर्चितवन्तः तदेव विषयः प्राचित्वं केन अवच्छिन्ना भवति क्षम्यतां प्रकारता केन अवच्छिन्ना भवति उत्तमं प्राचीत्वत्वेन इत्युक्ते प्राचीत्वत्वम् इति प्राचीत्वे विद्यमानः धर्मः खलु तर्हि ज्ञाने विद्यमानः धर्मः कः उत्तमं ज्ञानत्वेन अवच्छिन्ना भवति ज्ञाननिष्ठजन्यता तथैव इदानीं शब्दप्रयोगे जनकता अस्ति खलु शब्दप्रयोगनिष्ठजनकता केन अवच्छिन्ना भवति शब्दप्रयोगत्वेन उत्तमं शब्दप्रयोगेन शब्दप्रयोगत्वेन अवच्छिन्ना भवति शब्दप्रयोगनिष्ठजन्यता केन अवच्छिन्ना भवति तदपि शब्दप्रयोगत्वे आश्रय शब्दप्रयोगत्वेन अवच्छिन्ना भवति खलु यतोहि तत्र जनकता तत्र पश्यतु शब्दप्रयोगे जनकता अपि अस्ति जन्यता अपि अस्ति जनकता इत्युक्ते कारणता जन्यता इत्युक्ते कार्यता तत्र जनकता जन्यता द्वयोः अपि अवच्छिन्ना भवति शब्दप्रयोगत्वेन एव यतोहि तत्र द्वयमपि अस्ति शब्दप्रयोगे शब्दप्रयोगस्य शब्दप्रयोगे विद्यमानः धर्मः अस्ति शब्दप्रयोगत्वम् इति इदानीं तत्र अन्तिमपरिच्छेदः पुनः एकवारं पठतु महोदय भवान् अवगच्छति वा इति वदतु पठित्वा शनैः शनैः पठतु पठति वा महोदय पठामि महोदय न न तत् वाक्यं पठतु इह अपि इति अस्ति खलु तत् तद्वाक्यं पठतु इह अपि एकैव दिक् अनादिः न न न न न तद् न अन्तिमपरिच्छेदः इह अपि काललक्षणदर्शितरीत्या इह अपि काललक्षणदर्शितरीत्या उदयकृत्वा अवच्छिन्न विशेषतानिरूपित प्राचीत्वत्व अवच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यतानिरूपित कार्यता इत्युक्ते एकक्षणं कार्यता इत्युक्ते अत्र किम् अस्ति चित्रे कार्यता उत्तमं तर्हि तत्र ज्ञाननिष्ठ ज्ञाने अस्ति ज्ञानत्वं ज्ञाने अस्ति कार्यता ज्ञाननिष्ठ ज्ञानत्वनिरूपितकार्यता क्षम्यतां ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यता तया निरूपित शब्दप्रयोगत्व अवच्छिन्न कारणता आश्रय कारणता इत्युक्ते उत्तमं, तर्हि तत्र जनकता अपि अथवा कारणता अपि शब्दप्रयोगे अस्ति, शब्दप्रयोगत्वमपि शब्दप्रयोगे अस्ति. प्रयोगत्वा अवच्छिन्न कार्यतानुरूपित कारणता आश्रयत्वं दिशः लक्षणम् इति. इदानीम् अवगतं वा तद्वाक्यं? क्षम्यतां महोदय, क्षम्यताम्. न, तत् केवलं तद्वाक्यं पठति चेत् मम अपि तदेव भवति महोदय. तत्र केवलं तद्वाक्यं पठामः चेत् निश्चयेन भ्रमः एव भवति. तत्र चित्रं नितराम् आवश्यकं. तत्र चित्रं यदा वयं तत्र एतस्य अवगमनं सम्यक् न भवति तावत्पर्यन्तं चित्रं रचनीयमस्ति. इदानीं किञ्चित् कालानन्तरं तत्र मनसि एव वयं प्रायः रचयितुं शक्नुमः, परन्तु आरम्भे तत्र निश्चयेन चित्रं लेखनी स्वीकृत्य कागदे चित्रं रचयतु. सर्वेषां प्रति मम प्रार्थना तदेव अस्ति. तत्र एतत् वाक्यं स्वीकृत्य तत्र चित्रं रचयति चेत् तत्र बहु बहु सौलभ्यम् अस्ति तत्र, अपि च बहु लाभदायकमपि अस्ति तत् अस्माकम् अवगमनं प्रति. नो चेत् निश्चयेन किमपि पुनः पुनः केवलं पठति चेत् निश्चयेन तत्र तादृश अवगमनं न भवति एव. अस्तु, तर्हि गृहपाठरूपेण कृपया चित्रं रचयतु. तत्र प्रश्नः अस्ति चेत् मां पृच्छतु. अस्तु, इदानीं तत्र एतस्य चित्रस्य आकारः कः इति कोऽपि वक्तुं शक्नोति वा? तत्र पूर्वं वयम् अतीतः घटः इति दृष्टवन्तः खलु. तत् तदाधारीकृत्य तत् चित्रं पूर्वं कालस्य निरूपणसमये वयं कृतवन्तः. तथैव अत्र एतस्य चित्रस्य आकारः कः? उदयगिरिः प्राची उत्तमम्. उदयगिरिः प्राची इति एव तत्र आकारः. उत्तमं, तर्हि अग्रे अपर्णा भगिनी भवती पठति वा? भगिनी, इति चित्रं भवेत् इत्यारभ्य वा? हा, सत्यं. इति चित्रं भवेत्, इहापि एकैव दिक् अनादिः अनन्ता, न इह तत्र प्राची प्रतीची इत्यादि व्यवहारयोग्यता भवति इति कञ्चन परिच्छेदकम् उपाधिम् आदायैव ते व्यवहाराः सम्पाद्याः. अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची, अस्ताचलम् आदाय प्रतीचीत्येवं व्यवहाराः प्रसिद्धाः. अत्र यथा कालविषये वयं पश्यामः, यत्र उपाधिरूपेण एव क्रिया अवच्छिन्न क्रिया उपाधि अवच्छिन्नरूपेण एव वयं व्यवहारं कर्तुं शक्नुमः, तथा एव अत्र दिग्विषये, यतोहि दिक् अनादिः अनन्ता एका विभ्वि इति अस्ति, किन्तु व्यवहारयोग्यतार्थम् इह अस्ति, तत्र अस्ति, प्रतीच्यामस्ति, प्राच्यामस्ति, दक्षिणे अस्ति, उत्तरे अस्ति इति व्यवहारयोग्यतार्थम् एव वयं परिच्छेदकम् उपाधिं कञ्चन परिच्छेदकम् आदाय अत्र व्यवहारयोग्यता वयं सम्पादयामः. अत्र उदयगिरि इति एकस्मिन् स्थले स्थिरीकृत्य तत्र प्राचीत्वं तत्र प्राची अस्ति, अन्यतर एकः स्थलमादाय तत्र प्रतीची इति उपाधिरूपेण तत् दिक् व्यवहारयोग्यः भवति इति. हा, सत्यं. तर्हि तत्र एकं स्थलं स्वीकृत्य वयं तथा वक्तुं शक्नुमः खलु. तर्हि तत्र यदा वयं उदयगिरेः प्रतीच्यां वयं स्मः चेत् तर्हि वयं वक्तुं शक्नुमः उदयगिरिः प्राची इति. यदि वयम् उदयगिरेः प्राच्यां भवामः चेत् वयं किं वदामः, उदयगिरिः प्रतीची इति. सत्यम् इत्युक्ते तत्र स्थलम् आधारीकृत्य तत्र दिशः निर्णयं भवति, परन्तु तत्र दिक् इति यः पदार्थः अस्ति सः तु एका एव विद्वि नित्या अनादिः अपि च अनन्ता इति. यथा वयं कालविषये तत्र व्यवहारार्थं तस्य उपाधिं स्वीकृत्य तस्य परिच्छेदं कुर्मः, तथैव अत्रापि व्यवहारयोग्यता आवश्यकी इति कारणात् तत्र वयं स्थलम् इति उपाधिः स्वीकृत्य तस्य परिच्छेदकं कुर्मः, तस्याः परिच्छेदकं कुर्मः. अत्र उदाहरणं दत्तमस्ति, पठामि वा भगिनि अग्रे? हा अग्रे पठतु. हा इह उदाहरणं पश्यामः, शिवालयम् आदाय चिन्त्यते चेत् पद्मालयः तस्य उदीच्यां वर्तते इति सा तस्य उदीची भवति, परन्तु शारदालयम् आदाय चिन्तने तु पद्मालयः दक्षिणदिशि वर्तते इति सा तस्य दक्षिणा भवेत्. अतः एकैव पद्मालयः दक्षिणा अपि भवति उत्तरापि. यतोहि अधुना वयं चर्चितवन्तः यत्र स्थलस्य पक्षे, अत्र शारदालयस्य पक्षे पद्मालये प्रचित्वमस्ति अथवा उत्तरत्वम् अस्ति, किन्तु शिवालयस्य विषये उत्तरादिक् तदस्ति वा? ओके, शारदालयस्य पक्षे शारदालयस्य स्थलं स्थिरीकुर्मः चेत् पद्मालयः तस्य दक्षिणदिशि वर्तते इति कृत्वा शारदालयस्य दक्षिणा भवति पद्मालयः, किन्तु शिवालयस्य पक्षे यदा वयं शिवालये स्मः चेत् पद्मालयः अत्र उत्तरा. सो अतः एकैव पद्मालय एकैव स्थले वयं वार्ता कस्मिन् स्थले कुर्मः इति कृत्वा अत्र उत्तरा अपि अस्ति, दक्षिणा अपि अस्ति, प्राची अपि अस्ति, प्रदीची अपि अस्ति इति अस्ति. इहापि काललक्षणदर्शितरीत्या उदयगिरित्व अवच्छिन्नविशेष्यतानिरूपित प्राचीतत्व अवच्छिन्नप्रकारतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्नकार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्नकारणताश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्नकार्यतानिरूपित कारणताश्रयत्वं दिशः लक्षणम् इति. एतत् वाक्यं तु अस्माकं पूर्वं चित्रं यदस्ति, दिक् इति दिक् इत्युक्ते का इति एतत् लक्षणम् अस्ति. यत्र वयं अत्र उदयगिरिः अस्ति, उदयगिरित्वम् अस्ति इति कृत्वा उदयगिरित्वेन अवच्छिन्न विशेष्यता अस्ति. उदयगिरित्व अवच्छिन्नविशेष्यता तेन निरूपित प्रकारता, कीदृशप्रकारता इत्युक्ते प्राचीत्वत्वेन अवच्छिन्नप्रकारता तन्निरूपकज्ञानमस्ति. किन्तु ज्ञानं कीदृशम् अस्ति चेत् तत्र ज्ञाननिष्ठ कार्यता अथवा जन्यता अस्ति, तज्जन्यता ज्ञानत्वेन अवच्छिन्ना भवति. ज्ञाननिष्ठ जन्यतानिरूपित अत्र शब्दप्रयोगेन एव ज्ञानं भवति इति कृत्वा अत्र शब्दप्रयोगनिष्ठकारणता अथवा जनकता अस्ति, तज्जनकता अपि शब्दप्रयोगत्वेन अवच्छिन्ना भवति. शब्दप्रयोगत्व अवच्छिन्न जनकता अस्ति. तत्र तत् का तत् जनकता इत्यस्य आश्रयः शब्दप्रयोगः अस्ति, किन्तु शब्दप्रयोगे जन्यता अपि अस्ति इति कृत्वा शब्दप्रयोगनिष्ठजन्यता अस्ति, तत् जन्यतायाः तद् तया जन्यतया निरूपितजनकता तज्जनकता तत् कारणताश्रयः दिक् अस्ति इति दिक् इत्यस्य लक्षणम् इति एतत् वाक्यं वदति. अति उत्तमं भगिनि. तत्र आरम्भे वयं दृष्टवन्तः खलु प्राच्यादिव्यवहारहेतुः दिक् इति, तस्य निरूपणमस्ति एतत् चित्रम् अपि च एतद् वाक्यम्. तत्र व्यवहारहेतुः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति वयं पूर्वं दृष्टवन्तः. तर्हि प्राच्यादि तत्र उदयगिरिः प्राची अथवा शारदालयः दक्षिणा इति यत्किमपि वदामः चेत् तादृशशब्दप्रयोगेन यः ज्ञानं भवति तादृशज्ञानस्य कारणम् अस्ति दिक् इति पदार्थः इति विषयः अस्ति. अस्तु, तर्हि अत्र प्रश्नः अस्ति वा? नो चेत् अग्रे गच्छामः. पुष्पा भगिनी भवती पठति वा? भगिनि बहु शब्दमस्ति. अस्तु, शब्दमस्ति, चिन्ता नास्ति. अस्तु, चिन्ता नास्ति. तर्हि सुनील् महोदय भवान् पठति वा? आं भगिनि. ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तम्? उद्देशक्रमानुसारमात्मानं निरूपयति. ज्ञानाधिकरणमात्मा सः द्विविधः, जीवात्मा परमात्मा च इति. तत्र ईश्वरः सर्वज्ञः, परमात्मा एकः एव. जीवः तु प्रतिशरीरं भिन्नः विभुर्नित्यश्च इति. इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानाधिकरणमात्मा इति कथनं पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय. ग्रहण दार्ढ्याय पुनरपि सः अर्थः प्रतिपाद्यते. कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपाधौ च वर्तन्ते. ज्ञानमपि कालिकसम्बन्धेन महाकाले वर्तते. अत्र अस्ति प्रश्नः. प्रथमम् आरम्भे ज्ञानवान् इत्यनुक्त्वा ज्ञानाधिकरणम् आत्मा इति कुतः उक्तम् इति अस्ति खलु, तत्र तस्य तत् प्रश्नः अवगतः वा भवान्? तत्र भेदः कः? ज्ञानवान् ज्ञानवान् इति अनुक्त्वा ज्ञानाधिकरणमिति कुतः उक्तम्? तत्र आत्माविषये किल भगिनि, ज्ञानाधिकरणम् आत्मा इति. हा, तत्तु अग्रे आगच्छति, परन्तु तत्र ज्ञानवान् ज्ञानाधिकरणं तयोः मध्ये भेदः अस्ति वा? ज्ञानवान् इति कीदृशप्रयोगः? तत्र मातुपस्य अथवा मतु प्रत्ययः. उत्तमम्. ज्ञानवान् इत्युक्ते किं तर्हि? अत्र ज्ञानं भवति इति. हा, ज्ञानम् अत्र अस्ति इति, अस्य अस्मिन् वा ज्ञानम् अस्ति इति ज्ञानवान् इति. खलु तर्हि तत्र प्रश्नः अस्ति, यदा गन्धवती पृथ्वी इति पृथिव्याः लक्षणवाक्यम् आसीत् तथैव ज्ञानवान् आत्मा इति अनुक्त्वा किमर्थं ज्ञानाधिकरणम् आत्मा इति उक्तवन्तः? तर्हि तत्र अधिकरणम् इति किमर्थम् अधिकरणम् इति शब्दस्य प्रयोगः किमर्थम् अतु प्रयोगः नास्ति अत्र इति प्रश्नः. इदानीं तत्र अर्थः तु समानः एव, तत्र ज्ञानवान् इति वदामः चेत् अपि ज्ञानं यत्र अस्ति इति एव अर्थः आगच्छति. ज्ञानाधिकरणम् इत्युक्ते ज्ञानस्य अधिकरणम् इत्युक्ते ज्ञानम् अत्र अस्ति इति एव अर्थः. तर्हि तत्र अर्थः तु समानः एव, तदर्थमेव प्रश्नः इदानीम् आगच्छति तत्र किमर्थं ज्ञानवान् इति नास्ति, किमर्थं ज्ञानाधिकरणम् इति अत्र लक्षणवाक्ये अस्ति इति प्रश्नः. इदानीं तत्र लक्षणवाक्यम् एकवारं पठित्वा वदतु महोदय. ज्ञानाधिकरणमात्मा सः द्विविधः जीवात्मा परमात्मा च इति. तत्र ईश्वरः सर्वज्ञः परमात्मा एकः एव. जीवः तु प्रतिशरीरं भिन्नो विभुर्नित्यश्च इति. अत्र इह ज्ञानवान् आत्मा इति एव वक्तव्ये ज्ञानाधिकरणं. तत् एकक्षणम् एकक्षणं महोदय, तत्र लक्षणवाक्ये यदस्ति तद् तत् उक्त्वा अनन्तरं गच्छतु. तत्र आत्मा विषये अस्ति, अत्र आत्मा ज्ञानाधिकरणम् इति. तदपि द्विविधः सः द्विविधः आत्मा जीवात्मा च परमात्मा इति. अनन्तरं ईश्वरः सर्वज्ञः सः अपि परमात्मा सः एकः एव. जीवः प्रतिशरीरे भिन्नः भिन्नरीत्या वर्तते इति, अथवा प्रतिशरीरे भिन्नः इत्युक्ते तत्र प्रतिशरीरे भिन्नभिन्न आत्मा अस्ति इति. तदपि विभुः नित्यः च इति. इत्युक्ते तत्र इदानीं तत्र वयं तत्र प्रथमपुटं पश्यतु, तत्र द्रव्यं तत्र नवद्रव्याणि सन्ति खलु. तर्हि इदानीं वयं पृथिव्याः लक्षणं दृष्टवन्तः, तदनन्तरं जलं तेजः वायुः आकाशः कालः दिक्पर्यन्तं पठित्वा इदानीम् आत्मा इति द्रव्ये स्मः. तर्हि आत्मनि यः यद्गुणमस्ति, क्षम्यतां, यः गुणः अस्ति तदस्ति ज्ञानम् इति. अत्र जीवः च आत्मा इति भिन्नरीत्या उक्तवन्तः. जीवः तु प्रतिशरीरम् आत्मा इति. हा हा हा, तर्हि तत्र पश्यतु, तत्र ज्ञानाधिकरणम् आत्मा इत्युक्ते आत्मा इति यः पदार्थः अस्ति तस्य लक्षणमस्ति ज्ञानाधिकरणम् इति. इत्युक्ते ज्ञानं यत्र वर्तते सः पदार्थः एव आत्मा इति. सः पदार्थः द्विविधः अस्ति, जीवात्मा परमात्मा इति. परमात्मा तत्र परमात्मा इति एकः एव अस्ति. परमात्मा इति यः यः अस्ति सः सर्वज्ञः ईश्वरः. जीवः इत्युक्ते जीवात्मा. जीवात्मा इति प्रतिशरीरं भिन्नः विभुः नित्यः च. इत्युक्ते ते अनेके इति अर्थः किल. हा, जीवात्मा अनेकः. सत्यं, जीवात्मा अनेकाः. सत्यं. अग्रे पठतु महोदय. इह ज्ञानवान् आत्मा इत्येव वक्तव्ये ज्ञानाधिकरणमात्मा इति कथनं पूर्वोक्तरीत्या. इत्युक्ते वयं समापयतु पूर्वोक्तरीत्या पूर्वोक्तरीत्या सम्बन्धविशेषसूचनाय इत्युक्ते किम् इत्युक्ते वयं पूर्वं दृष्टवन्तः पृथिवी गन्धवती पृथिवी इति अथवा पृथिव्याः लक्षणम् इति तादृश तत्र षष्टिविभक्ति उपयुज्य अनन्तरं मधु उत्तमं तादृशरीत्या इदानीं ज्ञानवान् आत्मा अथवा ज्ञानाधिकरणम् आत्मा इति भिन्नरीत्या वक्तुं शक्यते सत्यम् इत्युक्ते तत्र यदा तत्र वयं तटस्थलक्षणम् इति दृष्टवन्तः खलु तर्हि तत्र गन्धवत्वम् इति पृथिव्याः लक्षणम् इति यदा वयं दृष्टवन्तः तत्र यदा वयं तादृश षष्टिविभक्ति उपयुज्य वदामः तत्र तत्र अधिकरणं कः आदेः कः इति झटिति अस्माकं मनसि स्फुरति तर्हि तथैव ज्ञानाधिकरणम् आत्मा इति वदामः चेत् तत्र अधिकरणम् इति शब्दप्रयोगेन तत्र अधिकरणं कः आदेयः कः इति ज्ञानम् अस्माकं मनसि झटिति स्फुरति इति कारणात् तत्र ज्ञानाधिकरणम् आत्मा इति अस्ति लक्षणवाक्यं न तु ज्ञानवान् आत्मा इति ग्रहणदाढ्याय पुनरपि सः अर्थः प्रतिपाद्यते इत्युक्ते पुनः तत्र तत् ज्ञानं सुदृढं कर्तुं पुनः इदानीं प्रतिपाद्यते तत्र अधिकरणम् इति साक्षात् तत् पदम् उपयुज्य तादृश अर्थस्य सुदृढं भवति तत्र ज्ञानवान् इति वदामः चेत् तत्र तत्र मधुप्रत्ययोगः क्षम्यता मधुप्रत्ययः इति चिन्तयित्वा तत्र आधारः आदेयः इति वयं चिन्तयामः खलु परन्तु ज्ञानादिकरणम् आत्मा इति वदामः चेत् झटिति अस्माकं मनसि तादृश अर्थः आगच्छति यत्र ज्ञानम् इति आदेयः आत्मा इति आधारः इति कालनिरूपणे दर्शितरीत्या सर्वे अपि पदार्थाः कालिकसम्बन्धेन महाकाले तदुपाधौ च वर्तन्ते अत्रापि यदा वयं कालनिरूपणे दृष्टवन्तः सर्वपदार्थाः कालिकसम्बन्धेन वर्तन्ते कालिकसम्बन्धेन कुत्र वर्तते वर्तन्ते सर्वे महाकाले वर्तन्ते अपि च तत्र उपाधि अपि वयं स्वीकृतवन्तः तत्र उपाधिः इत्युक्ते कः तत्र समकालिकविषयं प्रदर्शयितुं अन्यवस्तुः स्वीकृत्य हा सत्यं समकालिकवस्तुः इति तत्र आधारादेयभावः तस्य प्रदर्शनाय परन्तु उपाधिः इत्युक्ते किं तत्र कः कीदृशपदार्थ अथवा कीदृशवस्तुः उपाधिः इति वक्तुं शक्नुमः तस्य उपाधियोग्यता अथवा अस्मिन् समये अन्य आत्मा वा अन्यजीवः जन्यवस्तुः हा जन्यवस्तुः इत्युक्ते आकाशः उपाधिः न भवितुम् अर्हति खलु कालं प्रति जन्यवस्तुः उपाधिः भवति तर्हि तत्र का हा इदानीं वदतु महोदय तस्य यदा कालनिरूपणे वयं दृष्टवन्तः सर्वपदार्था अपि महाकाले च उपाधौ कालिकसम्बन्धेन वर्तन्ते सर्वे पदार्थाः इत्युक्ते के अस्माकं सप्तपदार्थः किल सप्तपदार्थाः अपि द्रव्यगुणकर्म सामान्य विशेषसमवाय अभावः. तर्हि तत्र नित्यपदार्थाः अथवा समकालिकजन्यपदार्थाः उपाधौ वर्तन्ते. काले तु सर्वाधारः, कालः सर्वाधारः इति कृत्वा सर्वे पदार्थाः काले वर्तन्ते. तदर्थमेव तत्र तद् उपाधौ इति अस्ति. तद् इत्युक्ते किम् अत्र? तत्र जन्यवस्तु एव, तत्र पदार्थाः खलु, सर्वे पदार्थाः. तस्य पदार्थस्य उपाधिः यः अस्ति तस्मिन् वर्तते. इत्युक्ते पदार्थस्य समकालिकवस्तु अस्ति चेत् तस्मिन् वर्तते कालिकसम्बन्धेन इति. तदर्थमेव तत्र सर्वे पदार्थाः महाकाले, अपि च तद् उपाधौ इति अस्ति. तत्र ज्ञानमपि कालीयसम्बन्धेन महाकाले वर्तते. उत्तमम् उत्तमम्. तर्हि पञ्चनिमिषाः एव अस्ति. तर्हि तत्र एतत् अत्र समापयामः, यतोहि तत्र अग्रिम परिच्छेदस्य कृते तत्र करपत्रमपि अस्ति, तदपि आवश्यकः, करपत्रस्य आवश्यकता अपि अस्ति. तर्हि इदानीं मास्तु, आगामिकक्षायां प्रायः पठिष्यामः. अस्तु, तर्हि किमपि अन्यप्रश्नाः सन्ति वा, अथवा वयम् अत्र स्थगयितुं शक्नुमः अद्य? अस्तु, तर्हि अद्य अत्र स्थगयामः. तत्र दिशः विषये यद्वयं चर्चितवन्तः तथा कृपया चित्रं रचयतु. चित्रेण किञ्चित् अवगमनं सुलभं भवति, अवगमनस्य सौलभ्यं निश्चयं भवति एव. अस्तु, धन्यवादः, शुभरात्रि. धन्यवादः भगिनी, नमस्कारः.